पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 186 महादेव उवाच अस्ति कोल्हापुरं नाम नगरं दक्षिणापथे सुखानां सदनं साध्वि साधूनां सिद्धिसम्भवं परशक्ते परं पीठं सर्वदेवनिषेविदम् पुराणेषु प्रसिद्धं यद् भुक्तिमुक्तिफलप्रदं कोटिशस्तत्र तीर्थानि शिवलिङ्गानि कोटिशः आस्ते रुद्रगया यत्र विशालं लोकविश्रुतं तुङ्गाचलमहावप्र गोपुरोल्लोसतिरोरणं प्रासादशिखरे यत्र तुङ्गं च कनकध्वजम् सोमकान्तिमहासौधवलभीपङ्क्तिशोभितं जालरन्ध्रोद्गिरधूपधूमामोदिदधिक्तडं चलत्पताकविस्तीर्णच्छायं देवालयान्वितं चतुरैः सुन्दरैः स्निग्धैः श्रीमद्भिशुचिमानसैः अधिष्ठितं सदाचारैः पुरुषेर्भूरिभूषणैः कुरङ्गनयनाश्चन्द्रवदना कुडिलालकाः उद्भुल्लचम्पकच्छायाः पीनतुङ्गपयोधराः कृशमध्या निम्ननाभि वलित्रयविराजिताः विशालजघनाश्चारुजङ्घायुग्मा वराङ्क्रयः वाचालमेखलादामणिक्वणन्मणिनूपुराः रणत्कङ्कणहस्ताब्ज स्फुरत्करज रश्मयः वसन्ति प्रमदा यत्र मादयन्द्यो मुनीनपि समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितं मङ्गलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम् तत्रागच्छत् पुमान् खद्यद्युवा गौरं सुलोचनः कम्बुकण्ठः पृथुस्कन्धो महावक्षा महाभुजः समस्तलक्षणोपेदो गोचरासक्तमानसः प्रविश्य नगरं पश्यन् शोभां सौधेषु सर्वतः उत्कण्ठितमना द्रष्टुं महालक्ष्मीं सुरेश्वरीं मणिकुण्ठे कृतस्नानसम्पन्नपितृतर्पणः महालक्ष्मी महामायां नत्वा तुष्टावभक्तितः जयत्यपारकरुणा शरण्या जगदम्बिका कुर्वाणा जगतो जन्मपालनं क्षपणं दृश्या यया शक्त्या कृदा दिष्ठः परमेष्ठी सृजत्यसौ अवष्टभ्य चदां शक्तिम् पालयत्यच्युतो जगद यया शक्त्या कृदावेशः संहरत्यखिलं हरः तां भजे परमां शक्तिं सर्गस्थितिलयोर्जितं योगिध्येयाङ्घ्रिकमले कमले कमलालये स्वभावानखिलान्नस्त्वं गृह्णासीन्द्रियगोचरान् त्वमेव कल्पनाजालम् तत्कल्पं कुरुषे मनः इच्छा ज्ञानक्रियारूपा परसंवित्स्वरूपिणी निष्फला निर्मला नित्या निराकारा निरञ्जना निरन्तरा निरातङ्का निरालम्बा निरामया तवैवं महिमानं हि को वर्णयितुमीशते वन्दे निर्भिन्न षट्चक्रद्वादशान्तर् विहारिणीम् अनाकतध्वनिमयीं बिन्दुनादकलात्मिकां मादत्वं पूर्णशीदांशु गलत्पीयूषवाहिनी पुष्णासि वत्सले बालान् सनकादीन् दिगम्बरान् अनुस्यूदा शिवा संवेच्चाग्रत् स्वप्नसुषुप्तिषु तुरीयायां वर्तमानां दया सूनृतसन्धिषु ददासि प्राणिनां सर्वाः सददं ब्रह्मसम्पदः संहृत्य तत्त्वसंखादं तुरीयाति तया त्वया योगिनां बिम्बतादम्यं दीयते दुर्विकल्पया परां नमामि पश्यन्तीं मध्यमां वैखरीमपि रूपाणि देवि गृह्णासि जगत्सन्त्राणहेतवे त्वं ब्राह्मी वैष्णवी च त्वं माहेशी च त्वमम्बिके वाराहि त्वं महालक्ष्मीर्नारसिंही त्वमैन्द्रिका त्वं कौमारी चण्डिका त्वं लक्ष्मीस्त्वं विश्वपावनी सावित्री त्वं जगन्मादा शशिनी त्वं च रोहिणी त्वं स्वाहा त्वं स्वधा त्वं हि त्वं सुधा परमेश्वरी चण्डमुण्डभुजादण्डखण्डदोर्दण्डमण्डिते रक्तबीजगलद्रक्तपानकूर्णितलोचने उन्मत्तमहिषग्रीवोन्मूलनप्रौढदोर्युगे शुम्भासुरमहादैत्यधारणायादविक्रमे अनन्तचरिते तुभ्यं नमस्त्रैलोक्यमातृके भक्तकल्पलते मह्यं प्रसीद परमेश्वरि इति तेन स्तुदा देवी महालक्ष्मीस्तदस्वयं निजरूपं समास्थाय पुरुषं प्रत्युवाचतं श्रीलक्ष्मीरुवाच राजपुत्रप्रसन्नाहं वृणीष्वरमुत्तमं राजपुत्र उवाच पिता मे धरणीपालो वाजिमेधं महाक्रदुं कुर्वाणो दैवयोगेन रोगाक्रान्तो दिवं ययौ तद्वपुस्तप्ततैलेन शोषयित्वा मया ततः स्थापितस्तत्र योगोऽसौ यथा पूर्वमवर्तत अध क्रान्तमहीचक्रो यूपे यागतुरङ्गमः निषीधे बन्धनं हित्वा निधकेनापि कुत्रचिद् अदृष्ट्वा तद्गतं क्वापि निवृत्तेषु जनेष्वहम् आमन्त्र्य ऋत्विजसर्वाञ्चरणं त्वामुपागतः प्रसन्ना यदि देवि त्वं तन्मे यागतुरङ्गमः दृष्टो भवतु यागोऽसौ सम्पूर्णो जायते यथा अनृण्यं मम तादस्य तेन राज्ञो भविष्यति तथा कुरु जगद्धात्रि शरणागतवत्सले देव्युवाच मम द्वारं द्विजसिद्धः समाधिरिति विश्रुतः ममाज्ञया स ते सर्वं कार्यं निष्पादयिष्यति इत्युक्तश्रीमहालक्ष्म्या ततो राजकुमारकः आजगाममुनिसिद्धसमाधिर्यत्र तिष्ठति प्रणम्य तस्य पादाब्जं कृताञ्जलिरवस्थितः तमुवाच ततो विप्रः प्रहितोऽसि त्वमम्बया त्वदीप्सिदमिदं सर्वं साधयामि विलोकया इत्युक्त्वा त्रिदशान् सर्वानाचकर्षसमान्त्रिकः एक्षदक्षिदिपालस्य तनयोऽसौ तदा सुरान् कृताञ्जलिपुडान् देवान्वेपमानकलेवरान् अथ तानमरान् सर्वान् सम्बभाषे द्विजोत्तमः अमुष्य राजपुत्रस्य वाजीयज्ञाय कल्पितः नीतोऽस्ति देवराजेन क्षपायामपहृत्य सः गीर्वाणा अश्वमेवास्य समानयदमाचिरम् अथ तस्य मुनेर्वाक्या देवैर्यज्ञतुरङ्गमः समर्पितस्ततस्तेन तेनुज्ञात्वा दिवौकसः आकृष्टानमरान् दृष्ट्वा गतं लब्ध्वा तुरङ्गमम् महीपतिसुतो नत्वा तं मुनिं वाक्यमब्रवीद आश्चर्यमिदमेदत्ते सामर्थ्यं ऋषिसत्तम कृतं त्वया चित्रमिदं त्रिदशाकर्षणं क्षणाद हस्तादाकृष्य दत्तो मे यज्ञीयोऽयं तुरङ्गमः न किञ्चिदपरं यावद्दुष्करं यत् सुरैरपि प्रभविष्यति तत्कर्तुं भवानेव न चापरः शृणु विप्रमहीपाल पितासीन्मे बृहद्रथः प्रारब्धहयमेधोऽसौ दैवेन निधनं गतः अद्यापि तस्य देहोऽस्ति तप्ततैलेन शोषितः तस्य सञ्जीवनं भूयः कर्तुमर्हसि सत्तम इत्याकर्ण्यस्मिदं कृत्वा सजगादमहामुनिः यामस्तत्र पिता यत्र तावको यागमण्डपः अधागत्य समं तेन तत्र सिद्धसमाधिना पयोभिमन्त्र्य विदधे तस्य प्रदस्य मूर्धनि ततः प्राप नृपसंज्ञामुत्तस्ते वै ददर्श च सतं पप्रच्च विप्रेन्द्रं कोऽसि धर्मेधि भूपतिः ततो राजसुतः सर्वं भूपालयन्यवेदयद स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितं बभाषेकेन पुण्येन त्वयि शक्तिरलौकिकी यया मे जीवितं दत्त मा कृष्टाश्च दिवौकसः यागश्चोद्धरितो विप्र येन मे तन्निरूपय इत्युक्तस्तेन विप्रोऽसौ जगादश्लक्ष्णया गिरा गीतानां द्वादशाध्यायं जपाम्यहमदन्द्रितः तेन शक्तिरियं राजन्यया प्राप्तोऽसि जीवितम् एतदाकर्ण्यराजासौ द्वादशाध्यायमुत्तमं पपाठ तस्माद्विप्रर्षेः सकाशाद्ब्राह्मणान्वितं तस्याध्यायस्य माहात्म्यात् ते सर्वे सद्गतिं ययुः अन्ये पठित्वा जीवाश्च मुक्तिमापुरहोपराम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे गीतामाहात्म्ये षडशीत्यधिकशततमोऽध्यायः ओम्।